येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। सुप्रभातं, स्वागतम्। इदानीं तु कोऽपि अन्यदेशस्य नास्ति न, सर्वे भारतीयाः एव इति अहं मन्ये। ओके, किमस्ति भागीरथी स्मरणे अस्ति? वयं किं कृतवन्तः? भागीरथी नो अस्ति। अस्मि अस्मि भगिनि, म्यूट् बेसि अस्ति। वदतु, भवत्याः स्मरणे किम् अस्ति यत् वयं पठितवन्तः? धातुः, एकनिमिषं भगिनि, स्मरणे यदस्ति तद्वदतु, दृष्ट्वा मा वदतु। निर प्रथमं इत्संज्ञा प्रकरणं करणीयम्, अनन्तरं सत्त्वविधिः नत्वविधिः उपयोगं कृत्वा कति विधयः सन्ति आहत्य? पञ्च, पञ्च इति अहं मन्ये, पञ्च वा चत्वारि वा। अत्र पश्यतु, कति सन्ति? कति? त्रयः, त्रयः, चत्वारः भगिनि, चत्वारः। सत्त्वं, नत्वं, नुमागमः, उपधा दीर्घः। ओके, वयं किं किं पठितवन्तः इदानीं पर्यन्तम्? वयं सत्त्वं, नत्वं, नुमागमः। समाप्तं भगिनि भवती चिन्तयति, नुमागमः समाप्तम्? ओके, समाप्तम्। ओके, धन्यवादः, पश्यामः अग्रे। गीता। आं भगिनि, सत्त्वविषये भवती किं स्मरति? सत्त्वविषये धातोः आरम्भे किम् अस्ति? धात्वादेः शः, सः, ष, षकारस्य स्थाने सकारः आगमिष्यति। ओके, तत्र तत्र षकारस्य स्थाने सकारः आगमिष्यति। ओके, सकारः आगच्छति चेत् परिणामः किं भवति? उदाहरणार्थं धातु अस्ति, सकारः स्थापितमस्ति, परिणामः किं भवति ष्ठा धातोः? सा धातोः तदनन्तरं सकारस्य, सकारः आगच्छति चेत् टकारस्य टकारस्य स्थाने टकारः अपि आगच्छति। किमर्थं तत्? निमित्तापाये नैमित्तिकस्य उपायः अपि अस्ति इति कारणेन। निमित्तापाये नैमित्तिक नैमित्तिक ओके एतस्य अर्थं किं उच्चारणार्थं निमित्तः शकारस्य शकारस्य शकारात् परः टकारः आगच्छति चेत् शकारस्य निमित्तं टकारः परन्तु शकारः सकारः जातः चेत् नैमित्तिकस्य नैमित्तिकं गच्छति निमित्तमपि गच्छति ओके इत्युक्ते यस्य कारणेन ठ वर्गीयवर्णः आगतः कारणमेव गतं चेत् ठकारः अपि गतं पूर्वं यत् भवितव्यम् अथवा आसीत् तत् पुनः आगच्छति ओके आं भगिनि सरलवाक्येन एवं भवति भगिनि भगिनि अन्य एकवारं वदतु भगिनि नैमित्तिके एकवारं कृपया पुनः वदतु किं कुत्र समस्या अस्ति निमित्त अपाये अपाये नैमित्तिक नैमित्तिकस्य अपि अपायः तत् सम्यक् अहं न मनसि स्थापितं भगिनि कारणं भवती सूत्रं यदस्ति तत्र पदानि उपयुक्तानि सन्ति तत्र भवत्याः ध्यानं गच्छति इदानीम् अर्थम् अवगमनार्थम् अर्थस्य अवगमनार्थं किं वयं स्वीकुर्मः ष्ठा इति अस्माकं हस्ते धातुः अस्ति यद् धातुः अस्ति तत्र एकनिमिषं लिखामः तदा किञ्चित् स्पष्टं भविष्यति ष्ठा इति अस्माकं हस्ते धातुः अस्ति ओके एतस्य वर्णविभजनं करोतु अनुपूर्णं वा यत्किमपि शकारः अधिकं टकारः अधिकम् आकारः टकारः ठकारः अनन्तरम् इदानीं केन कारणेन ठकारः अस्ति स्तुनोस्तुः न न न ठकारस्य कृते षकारः आधारः वयं जानीमः स्तुनाष्टुः इति सूत्रं स्तुना स्तुः एतस्य सूत्रस्य आधारेण वयं वक्तुं शक्नुमः शकारः अस्ति चेत् टवर्गीयवर्णः एव शक्यते तत्र ओके इदानीं किम् अस्ति अस्माकं हस्ते स्था अस्ति स्था अस्ति अत्र वर्णविभजनं करोतु सकारः अधिकं तकारः अधिकम् आकारः अधिकम् आकारः ओके इदानीं तकारः किमर्थम् अस्ति कारणं किं तकारस्य शकारः अस्ति चेत् तकारः निमित्तं तकारः अस्ति अतः तकारः अस्ति ओके इदानीं वयं किं कृतवन्तः अत्र शकारः ठकार ओहो ओके मै माउस् इस् नाट् वर्किङ्ग् प्रापर्लि हा अत्र किं वयं कृतवन्तः शकारः ठकारः आकारः अत्र वयं किं धात्वादेः शः सः एतस्य आधारेण कस्य परिवर्तनं कृतवन्तः शकारस्य परिवर्तनं कृतवन्तः तत्र किं स्थापितवन्तः सकारः ओके सकारः स्थापितवन्तः ठकारः तत्र एव स्थितम् अस्ति आकारः अपि तत्र एव स्थितम् अस्ति परन्तु यदा वयं पश्यामः सकारानन्तरं ठकारः आगन्तुं शक्यते वा न भगिनि न भगिनि न वयं पूर्वं यत्किमपि आसीत् तद्वयं पुनः आनयामः ओके अतः सकारः तदनन्तरं थकारः तदनन्तरं ठकारः इति वयं स्थापयामः ओके अतः निमित्तं किं ठकारस्य कृते निमित्तं श ओके शकारः निमित्तम् अस्ति ओके निमित्तमेव नास्ति चेत् ठकारः कुत्र गच्छति ठकारः अपगच्छति तस्य स्थाने ओरिजिनल् यद् आसीत् यस्य अधिकारः अस्ति सः पुनः आगच्छति ओके एव सम्यक् अवगतं भगिनि निमित्तस्य अपाये अपाये इत्युक्ते गतं गतं गतम् अपगतं निमित्तम् अदृश्यम् अभवत् अथवा गतं निमित्तस्य जीरो कृतं शून्यं कृतं ओके अतः निमित्तमेव नास्ति चेत् नैमित्तं ठकारः नैमित्तम् अस्ति ओके चकारः निमित्तम् अस्ति तेन कारणेन चकारः नैमित्तम् अस्ति ओके अतः निमित्तमेव गतं चेत् नैमित्तस्य उपयोगः कुत्र अस्ति तदपि गच्छति न ओके आं भगिनि अवगतं सम्पूर्णतया सम्पूर्णतया अवगतं भगिनि ओके सो टु ब्रिङ्ग् बेक् दि निमित्तं सकारः आगच्छति सकारः आगच्छति न निमित्तं शकारः ओ निमित्तं शकारः वा शकारस्य कारणेन एव ठकारः स्थितम् अस्ति तत्र सूत्रं किं वदति सूत्रं किं वदति सो निमित्तम् अपगतं निमित्तं धात्वादेः शः सः ओके ओके अतः अस्माकं हस्ते धातुः अस्ति उदाहरणार्थं श्विद् श्विद् अत्र तु वकारः अस्ति न न न न स्था धातुविषये एव बहु स्पष्टतया वयं ज्ञातुं शक्नुमः ओके श्विद् धातुविषये तत्र तु परिवर्तनं न भवति श्विद् ओके पश्यामः तत्र अपि अत्र श्विद् किं शुद्ध दकार उपरि ओके श्वेद श्वेद ओ वदिट् ऐ डु ओके this is all font and this thing problem atah eva aham krishna phalakam upayogam kartum ichhami but you people prefer this na no? श्वित अत्र दिस् इस् करेक्ट् न किमपि लिखितवती वा श्वितम् ओके स्वितम् अस्वदं भगिनि स्वितम् अस्वदं स्वितं न श्वितम् अकारः नास्ति केवलम् अनुनासिक अकारः अस्ति ओ श्वद नास्ति न न न न न अहम् अशुद्धं लिखितवती ई नास्ति श्वदमेव श्वदं नास्ति हा श्वद अनुनासिक अकारः अनुनासिक अकारः अत्र किं किम् अस्ति वर्णविच्छेदं करोतु चकारः योजनं वकारः योजनम् अकारः योजनं दकारः योजनम् अनुनासिक अकारः अकारः यत् अस्ति अनुनासिक ओके अत्र इत्संज्ञकवर्णाः काः अनुनासिक अकारः उपदेशे अजनुनासिककारः ओके अतः अवशिष्टभागः केवलं स्वद् हा ओके ओके भगिनि हा यावत्पर्यन्तम् अवगतं इदानीं नेक्स्ट् स्टेप् तत्र वयं किं कुर्मः धातुविषये यद्यत् परिवर्तनं कर्तव्यं तस्मिन् विषये चिन्तनम् आरब्धम् इदानीम् ओके तत्र आगच्छति सूत्रं धात्वादेः शः सः इत्संज्ञककार्याणि कृत्वा हा तदनन्तरं धातोः आदिमवर्णः किं तद् वयं पश्यामः चेत् अत्र शकारः स्थितम् अस्ति ओके अथवा किं करणीयं शकारस्य स्थाने सकारः धात्वादेः शः सः अतः शः शकारस्य स्थाने सकारः दन्त्यसकारः वयं स्थापयामः ओके अतः एकं कार्यं तु समाप्तम् इदानीं निमित्तनैमित्तविषये चिन्तनमस्ति वा अस्मिन् सन्दर्भे अस्मिन् सन्दर्भे शकारस्य सः सः आदेशः भवति चेत् परे वकारः वकारस्य निमित्तं न भवि न अर्हति वा भगिनि वकारस्य कृते वकारः किमपि न करोति आम् आम् अतः केवलं वर्णमेलनं कृत्वा वयं स्वद् इति स्वद् इति स्वीकुर्मः ओके निमित्तपाय नैमित्तिक निमित्तं कृते नैमित्तिकं किमपि न प्राप्तं न आं भगिनि ओके अतः पूर्वं स्था आसीत् तत्र षकार ठकारयोः सन्दर्भे किं भवति टकारः सकारस्य अनन्तरं भवितुं न अर्हति अतः तकारः तस्य स्थाने तकारः आदेशः भवति अवगतम् इदानीम् अवगतं नैमित्तिकं निमित्तस्य अपायः भवति अत्र अतः नैमित्तिके समस्या एव नास्ति ओके भगिनि ओके सर्वेषां कृते एतत् सुलभम् अस्ति इदानीं सम्यक् भगिनि अद्य इदानीमेव सम्यक् अवगतम् ओके अन्ये व्यञ्जनहारक मुख्यमेन कारः नास्ति भगिनि नास्ति हा तत् सत्यम् ओके इदानीम् अग्रे गच्छामः. गीता धात्वादेः शः सः एकम् अस्ति हा कार्यं धातु. अन्यकार्यमपि अस्ति चिन्त स्मरणे अस्ति धात्वादेः नो नः इति. हा धात्वादेः नो नः केवलं हा धात्वादेः णो नः उपदेशावस्थायाम् ओके सम्पूर्णसूत्रम् एतस्य अर्थं किम् णत्वस्य स्थाने उपदेश अवस्थायाम् आदौ मूर्धनकारः अस्ति चेत् तस्मिन् स्थाने दन्त्यनकारः आगमिष्यति. ओके तत्र इदानीं दन्त्यनकारः आगच्छति चेत् समस्याः उद्भवन्ति न? आं भगिनि तस्मिन् विषये किमपि स्मरणे अस्ति? दन्त्यनकारः अस्ति चेत् उपसर्ग अवस्थायां वयं तत्र आनयामः चेत् दन्तनकारः अपि आदौ मूर्धनकारः मूर्धन्यनकारः अस्ति चेत् तत् परिवर्तनं भवति तदेव आगच्छति उपसर्ग अवस्थायां. ओके परन्तु अस्माकं हस्ते सूत्रमस्ति रसाभ्यां नो णः इत्युक्ते न दन्त्यनकारस्य स्थाने मूर्धन्यनकारः केवलं समानपदे आगच्छति. परन्तु यदा उपसर्गसहितधातुः अस्ति चेत् तत्र असमासे अपि तत्र असमासे अपि मूर्धन्यनकारः आगमिष्यति. धातोः आदौ मूर्धन्यनकारः अस्ति चेत् उपसर्ग अवस्थायां तस्मिन् समये अपि मूर्धन्यनकारः अपि भवति. केन कारणेन? उपसर्गात् असमासे अपि नोपदेशस्य इति सूत्रेण. ओके तत्र उपसर्गः समासविषये अस्ति वा? न भगिनि अस्माकं हस्ते सूत्रमस्ति उपसर्गात् उपसर्गात् असमासे अपि इत्युक्ते समासः असमासः तत्त्वविषयं भिन्नम् अस्मिन् सन्दर्भे उपसर्गविषयम् अस्ति. ओके आं भगिनि उपसर्गात् पश्यतु न सम्पूर्णसूत्रं किम् अस्ति. उपसर्गात् असमासे अपि नोपदेशस्य रसाभ्यां नः णः अत्कुप्वाङ्नुं व्यवायेऽपि व्यवाये अपि संहितायाम्. ओके अट्कुप्वाङ्नुं व्यवायेऽपि संहितायां दीर्घसूत्रमस्ति. परन्तु अत्र निबन्धकभागः किम् किं भगिनि इतोपि एकवारं वदतु. निषेधकभागं किं यदा उपसर्गः अस्ति पूर्वं धातु मूर्धन्यणकारः आसीत् उपसर्गे रेफः अस्ति तेन कारणेन नकारः यत् अभवत् णो नः इति सूत्रस्य कारणेन पुनः मूर्धन्यणकारे परिवर्तितं भवति. एतत् परिवर्तनं न भवति. कुत्रापि परिवर्तनं न भवति इति अपि अस्ति न परिवर्तनं मूर्धन्यनकारः आगमिष्यति. हा मूर्धन्यनकारः आगमिष्यति. ओके उपसर्गे यदा रेफः अस्ति अस्माकं धातु यदस्ति तदनन्तरम् उपसर्गानन्तरम् अष्टौ धातवः अष्टौ धातवः अस्ति तत्र मूर्धन्यनकारः न आगमिष्यति. किमर्थम् किमर्थं कस्मिन् सन्दर्भे आगमिष्यति? पूर्वं किम् आसीत्? अत्र उपसर्गे न उपसर्गविषयं मा पार्श्वे स्थापयतु इदानीं. अष्टौ धातवः तत्र आरम्भस्तरे मूर्धन्यनकारः आसीत् वा दन्त्यनकारः आसीत्? दन्त्यनकारः एव भवति. यद् अतः यदा दन्त्यनकारः पूर्वम् आसीत् तदा परिवर्तनं कृतं वा न कृतम्? न भगिनि. यदा परिवर्तनं न कृतं तस्मिन् सन्दर्भे उपसर्गसहित किं रूपं वयं निर्माणं कुर्मः चेत् उपसर्गे तत्र रेफः अस्ति तस्य प्रभावः अष्टौ धातवः यत् सन्ति पूर्वं यत् दन्त्यनकारः आसन् तेषां कृते रेफस्य किमपि प्रभावः न भवति. परिवर्तनं न भवति एतेषां धातूनां कृते. उपसर्गात् असमासे पीणोपदेशस्य सूत्रमपि कार्यं न करोति तदपि कार्यं न करोति. किमर्थं? कारणम् उपसर्गः भिन्नपदं धातु भिन्नपदम् अतः अत्र समानपदस्य समस्या नास्ति. अस्तु भगिनि. ओके अस्तु भगिनि अवगतम् अवगतं भगिनि. अनिल् धन्यवादः भगिनि. अनिल् आं महोदय इदानीं पठनम् आरम्भं कुर्मः वा पुनः किमपि समस्या अवशिष्टा? महोदय महोदय नत्वं तु समाप्तं नुमागमः फस्ट् पेराव्या डन्. ओ ओ हो हो ओके अतः नुमागमः अपि आरब्धं हा अट्कुप्पाङ्गम् तस्मिन् विषये अवगतं सम्पूर्णतया सर्वे. आं भगिनि अवगतं भगिनि. अनि स्पष्टीकरणं करोतु अट्कुप्पाङ्गम् जवायति. ओके अस्तु सो अट् पु आङ्ग्नुम् अपि अनुवृत्ति सहितसूत्रमस्ति रसाभ्यां न नः समानपदे अट् कु पु आङ्ग्नुं व्यवाये अपि. ओ ओ तत् वयं पठितवन्तः. आं महोदय. ओके ओके अट् सवर्ग पवर्ग आङ् नुम् इत्येतेषु नास्ति चेत् परिवर्तनं न भवति अस्ति चेत् परिवर्तनं ओके ओके अग्रे नुमागमः वयम् आरम्भं कृतवन्तः न? आं महोदय. आरम्भं कियत्पर्यन्तं कृतं? बिफोर् दिस् मिदो चोय अन्त्यात् पर बिफोर् देट् अवशिष्टं दिस् वि डिड् बट् वि डिण्ट् गो इन् डीटेल् वि सेड् विल् डु इट् अगेन्. ओके इदानीम् आरम्भस्तरे तु अस्माकम् इदि तो नुन् धातोः इति अस्ति. एतस्य स्पष्टीकरणं करोतु इदि तो नुन् धातोः इत्युक्ते किम्? सो इदितो धातोः नुम् आगमः भवति. इदित् इत्युक्ते इत् इत् यस्य सः मतलब इत्युक्ते यस्य सः स्पष्टीकरणं करोतु वा तत्र अस्तु अस्तु सो ह्रस्व इकारस्य इति इत् ह्रस्व इकारस्य इत् संज्ञा भवति चेत् तत्र लोप अनन्तरं तस्य नाम अस्ति इदित सो अत्र यदि इदित् अस्ति तत्र नुम् आगमः भवति ओके नुम् आगमः भवति चेत् साक्षात् किम् आगच्छति नुम् इत्युक्ते अत्र अनुसार उकार अपगच्छति मकार हलन्त्यम् अस्ति अपि अपगच्छति केवलं नकार अपि अवशिष्यते केवलं नकारः अवशिष्यते इत्युक्ते इदितो नुम् आगमः किं भवति केवलं नकारस्य आगमः भवति ओके आम् आम् तावत्पर्यन्तम् अवगतं सर्वे प्रश्नः अस्ति वा न भगिनि अनन्तरं प्रश्नः अस्ति अनन्तरं बृहत् प्रश्नः अस्ति कि नकार कुत्र आगच्छति नकारस्य आगमनार्थम् एव निदचोन्त्यात् परः इति सूत्रमस्ति ओके इदानीं मुक्तलक्ष्मी मुक्तलक्ष्मी पठतु मिदचोन्त्यात् परः तस्मिन् विषये अस्तु मिदचोन्त्यात् परः यः मित् अस्ति सः अचुवर्णेषु अन्त्यात् परः आयाति अपि च अयं मित् यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवो भवति अन्तिमावयवो भवति मकारस्य इत् यस्य सः मित् बहुव्रीहिः मित् प्रथमान्तम् अचः षष्ठ्यन्तम् अन्त्याच् अन्त्यात् पञ्चम्यन्तं परः प्रथमान्तम् अनेकपदमिदं सूत्रम् आद्यन्तौ टकितौ इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः अस्मिन् सूत्रे अचः षष्ठी विभक्तौ अचः अन्त्यात् इत्यस्य अर्थः निर्धारणं नाम सर्वेषु स्वरेषु अन्तिमः तस्मात् अत्र अचः एकवचने यतोहि अनेन अच् जातिः इति इष्टम् आशयः बहुवचनं निर्धारणसप्तमी बहुषु एकं जाताख्यायामेक जाताख्यायामेकस्मिन् बहुवचन मन्यस्तरस्यां जाति आख्यायाम् एकस्मिन् बहुवचनं अन्यतरस्यां तर्हि अचः एकवचने चेदपि सार्वत्रिकबहुवचनार्थकः इत्थञ्च षष्ठीविभक्तेः अर्थः स्थाने इति न षष्ठीस्थाने योगा इति सामान्यम् इदं सूत्रं विशेषः अनुवृत्तिसहितसूत्रं मित् अचः अन्त्यात् परः अन्तः इत्यर्थः निष्कासयतु जात्याख्यायामेकस्मिन् बहुवचनमन्यस्तरस्यां तत् निष्कासयतु इदानीं तस्मिन् विषये वयं चिन्तां न कुर्मः ओके केवलं मिदचोन्त्यात् परः मित् अचः अन्त्यात् परः तावत् तस्य सम्पूर्णसूत्रम् अस्ति मित् मित् अचः अन्त्यात् परः एतस्य अर्थम् अवगतं वा न प्रयत्नं करोमि महोदय. करोतु करोतु, अग्रे अपि स्पष्टीकरणं पुनः आगच्छति. अस्तु. मितचोन् त्यात् परः इत्युक्ते यः मित् अस्ति सः अचुवर्णेषु अन्त्यात् परः आयाति इति अर्थः. मित् यस्य मित् इत्युक्ते वर्णसमुदायस्य तस्य अन्तिम अवयवो भवति. मकारस्य इत् मित् इति अर्थः. यदा आद्यन्तौ टकितौ इत्यस्मात् अन्तः अनुवृत्तिः भवति. आद्यन्तौ टकितौ इत्युक्ते न न आद्यन्तौ टकितौ अत्र न आगच्छति, हा केवलं ततः अन्त पदम् स्वीकुर्मः अनुवृत्तिरूपेण. ओके, कारणम् आद्यन्तौ टकितौ तकार ककार विषये वदति. ओके, अनुवृत्तिः एव आवश्यकम् इदानीम्. ओके, पश्यतु आद्यन्तौ टकितौ तकार ककार विषये कुत्र स्थापनीयं, यदा टित् अस्ति यदा कित् अस्ति तदा यत्किमपि आदेशरूपेण आगच्छति तस्य स्थाने तत् कुत्र स्थापनीयं तस्मिन् विषये आद्यन्तौ टकितौ वदति. परन्तु अस्माकं हस्ते टित् अपि नास्ति कित् अपि नास्ति, अस्माकं हस्ते मित् अस्ति. मकारस्य इत्संज्ञा अभवत् अतः आद्यन्तौ टकितौ एतस्य उपयोगं नास्ति. परन्तु इतः अन्त इति पदं वयं स्वीकृत्य मिदचोन्त्यात् परः एतस्य सूत्रस्य सम्पूर्णरूपम् एवं प्राप्नुमः. ओके, अच् इति अस्तु महोदय. अच् इत्युक्ते अच् सम्पूर्ण भवति. अत्र बहुवचनम् एव निर्धारणं अत्र अक्षः यद्रूपम् अस्ति एतत् षष्टि एकवचनम् अस्ति, परन्तु अचानाम् इति अर्थं वयं स्वीकुर्मः केवल कारणम् अच् वर्णाः यत् किमपि आगच्छति तस्य स्थाने आदेशः भवति. ओके, ओके. तावत्पर्यन्तम् अवगतम् अथवा पुनः स्पष्टीकरणम् आवश्यकम् अत्र? अग्रे गच्छामः. भगिनी एकवारं वदतु भगिनी, मित् अचः मित् अचः अन्त्यात् परः अन्तः अन्तः अन्तः. ओके, पश्यामः. एतस्य साक्षात् अहं कापि पेस्ट् करोमि, आगच्छति चेत् मम लाभः, न आगच्छति चेत् लेखनीयम्. ओके, आगच्छति आगतम् अत्र मित् यत् अस्ति कुत्र अस्ति, यः मित् अस्ति सः अच् वर्णेषु अन्त्यात् परः आयाति, अपि च अयं मित् यस्य वर्णसमुदायः तस्य अन्तिमावयवो भवति. ओके, म इत् यस्य मित् बहुव्रीहि, मित् यदस्ति तत् अस्ति प्रथमान्तम्. ओके, मित् यदस्ति तत् प्रथमान्तम्. अस्माकम् अवगमनार्थं किञ्चित् स्पष्टीकरणं कुत्र अस्ति. अचः षष्ट्यन्तम्. ओके, अन्त्यात् परः. ओके, तत्तु निर्दिशति कुत्र. अनन्तरम् अन्य एक अन्तः अन्त्यात् परः अन्तः इत्युक्ते अन्त्यात् परः ओके अन्त्यात् अत्र तु पञ्चमी आगच्छति परः ऐ डोण्ट् नो वाट् टु डू वित् देट् अन्तः ओके एतत् किं प्रथमा एव ओके निदच्छोन्त्यात् परः अरे लेट् अस् पुट् इट् इन् दिस् आल्सो निदच्छोन्त्यात् परः क्रमाङ्कः किम् अत्र अष्टाध्यायी मध्ये अन्तः अनुवृत्ति नास्ति महोदय तथापि पश्यामः 1137 किम् आगच्छति हा मित् प्रथमन्त एकवचनम् अचः षष्ट्यन्तम् अन्त्यात् पञ्चमी परः प्रथमा एकवचनम् ओके परः अपि तत्र स्थापयामः अन्तविषये तु किमपि न लिखितं कारणं तत्तु अस्ति अनुवृत्ति ओके इदानीं वयं किं जानीमः महोदय अष्टाध्यायमध्ये अनुवृत्तिसहितसूत्रमपि लिखितं परन्तु तत्र अन्तः नास्ति अनुवृत्तिसहितसूत्रं तत्र तु अन्तः नास्ति ओके स्वरूपमहोदयस्य करपत्रे अन्तः इति अस्ति अतः वयं तत् स्वीकुर्मः किमर्थं पश्यामः अत्र एकम् उदाहरणं स्वीकर्तव्यं तदा एव स्पष्टं भविष्यति तस्मिन् विषये ओके अग्रिमभागं पठामः कस्याः पर्यायः इदानीम् उक्तिलक्ष्मी अनुसूया अस्मिन् सूत्रे नमागमः यस्य वर्णसमुदायस्य आगमः तस्य अन्तिमा अवयवो भवति इति उक्तम् अस्य अर्थः का इति स्पष्टं भवति सुबन्तप्रकरणे ज्ञानशब्द बहुवचने ज्ञानानि भवति ज्ञान् अधिक इ शीप्रत्ययः दशक्तुदिते इत्यनेन अवशिष्यते नुदतु निदचोन्त्यात् परः इत्यनेन नुमागमः अयं नकारः ज्ञान इति अङ्गस्य वर्णसमुदायस्य अन्तिम अवयवः इति कारणेन सर्वनामस्थाने च सम्बन्धौ इत्यनेन अङ्गस्य उपधायाः दीर्घः ज्ञानान् इति भवति तस्य सूत्रेण ज्ञानान् भवति ज्ञानान् अधिकं हि ज्ञानानि यदि नकारः ज्ञान इति सङ्गस्य अन्तिम अवयवः न अभविष्यति अकारः उपधायां न अभविष्यति सर्वनामस्थाने च सम्बन्धौ इत्यनेन अकारस्य दीर्घादेशः न तस्य अन्तिम अवयवो भवति इति उक्तम् अस्य अर्थः तद इति स्पष्टं भवति इदानीम् अस्माकं हस्ते उदाहरणार्थं शब्दः किम् अनुसूया ओके किं वयं योजयामः शब्द तत्र किमस्ति वयं ज्ञानानि रूपं प्राप्य प्रयत्नं कुर्मः किमर्थं कारणं वयं जानीमः एकनिमिषं गोपाल इति अस्माकम् अन्तिमरूपं वदतु कश्चनरूपं ज्ञानानि भवति इति वयं जानीमः. ज्ञान अधिकं पश्यतु अत्र किं लिखितमस्ति. हा वयं जानीमः न ज्ञानानि इति बहुवचने भवति. ओके, ज्ञानशब्दस्य बहुवचनरूपम् अस्ति ज्ञानानि. तत् कथं प्राप्नुमः एतस्य विषये किञ्चित् स्पष्टीकरणं कृतम् अस्ति. ओके, यावत्पर्यन्तम् अवगतम् अनुक्रिया इदानीम् अग्रे गच्छतु. ज्ञान प्रत्ययः कस्य स्थाने आगच्छति? सु औ जस् यदस्ति जस् स्थाने शी आगच्छति. ओके, शी आगच्छति इति सूत्रेण शकारस्य इत्संज्ञा भवति, तस्य लोप इति सूत्रेण तस्य लोपः भवति, अतः इ एव अवशिष्य भागः. ज्ञान अधिक इ इति भवति. तत्र सार्वधातुकं अधिकम् इ अवशिष्यते. अतः अत्र किम् अभवत्? नितोनुम इति सूत्रेण इकारस्य नकार भवति, नकारागमः भवति. सर्वनामस्थाने च सम्बन्धौ इति सूत्रेण उपधायां दीर्घः भवति इति ज्ञानशब्दः ज्ञाना भवति. तदनन्तरम् इकारस्य इदितोनुमः इति सूत्रेण नकारः आगच्छति. इकारः अस्ति इति कारणेन नि भवति, नकारस्य नि भवति, अतः ज्ञानानि इति एव भविष्यति. सर्वनामस्थाने च सम्बन्धः इति सूत्रस्य किञ्चित् अभिप्रायः इति वक्तुं शक्यते वा महोदय? पुनः वदतु भवत्याः प्रश्नः. सम्यक् सर्वनामस्थाने तत् उपधायां दीर्घः भवति इति अस्ति खलु, च सम्बन्धौ सर्वनामस्थाने च सम्बन्धौ इति सूत्रस्य किञ्चित् वर्णनं कर्तुं शक्नोति वा? तत्तु सर्वनामविषयम् अस्ति. हा, सुबन्तप्रकरणं यस्मिन् समये वयं कुर्मः तदा आगच्छति. हा, अत्र तु तस्य नास्ति इति कृत्वा अत्र स्पष्टीकरणं न दत्तम् अस्ति. ओके, परन्तु यदा अवगन्तुम् इच्छति तदा तु सिक्स् फोर् एट् न ओके फोर् एट् सर्वनामस्थाने च सम्बुद्धौ अत्र स्पष्टीकरणं द्रष्टव्यम्. असम्बुद्धिवाचके सर्वनामस्थाने परे नकारान्तस्य अङ्गस्य उपधायाः दीर्घः भवति. कारणम् एतदस्ति, नुमागमः अस्ति अतः नकारान्तशब्दः अभवत्. तस्य उपधायां यदा ह्रस्ववर्णः अस्ति तस्य दीर्घः भवति इति सूत्रं वदति. ओके, किञ्चित् स्पष्टीकरणम् अधिकं भवितुम् अर्हति. अस्मिन् समये वयं सुबन्तविषयाणां कृते किं सूत्रसहितं रूपसिद्धं कुर्मः. उपदा लेटर् आफ् नकारान्त अङ्ग बिकम्स् दीर्घ. सर्वनामस्थान ओके सर्वनामस्थान इत्युक्ते प्रथमा विभक्ति एकवचनं द्विवचनं बहुवचनं, द्वितीया विभक्ति एकवचनं द्विवचनं. दीस् फैव् प्लेसस् आर् कन्सिडर्ड् टु सर्वनामस्थानम्. ओके, Vidya, you can do a little bit more spashtikaranam about this. Shamyatam bhaini, ekanimisham. Namaste bhaini, kandamasmi. Shamyatam, ekanimisham. एतत् सूत्राणां पूर्वम् ई प्रत्ययविषये उक्तवती भगिनी, न अवगतं भगिनी, सुबन्तम् ई प्रत्ययः कथम् आगच्छति इति न स्पष्टम्. तत्तु वयं पश्यामः. फस्ट् लेट् मी डील् वित् अनुसूया भगिन्याः प्रश्न. सर्वनाम वट् इस् इट् सर्वनामस्थाने च सम्बुद्धौ. विजयमहोदय, मेक् इट् लिटिल् क्लियर् अप् फार् आल् आफ़् अस् एस् वेल् एस् अनसूया भगिनी. एतत् सर्वनामस्थाने च सम्बुद्धौ इति विषये एव खलु महोदय? हा हा हा, केवलं तत् केवलं सूत्रार्थमेव वा? अत्र अन्य कोऽपि एतत् किञ्चित् म्यूट् करणीयं, ध्वनिः बहु आसीत्. इदानीं महोदय, अत्र सर्वनामस्थाने च सम्बुद्धौ इति किम् अस्ति इति पश्यामि चेत्, अत्र यत्र सुट् अस्ति, सुट् इत्युक्ते सु औ जस् अम् औट् इति पञ्च प्रत्ययानि सन्ति खलु. प्रथम इदानीमेव भवत्या उक्तम् अत्र प्रत्ययानि प्रथम द्वितीय तृतीय, अनन्तरं द्वितीयविभक्त्यामपि अत्र प्रथम द्वितीय, एतदेव सुट् इति वदामः. एतत् सर्वनामस्थाने सुट् इति सो जस् अमौट् इति पञ्चप्रत्ययानां सुट् नपुंसकस्य इति एतत् सु किमस्ति, एतदपि अत्र कार्यं करोति. यदा बहुवचने एव भवति, प्रथमविभक्ति बहुवचने, अनन्तरं द्वितीयविभक्ति बहुवचने, अत्र जस् अस्ति, अनन्तरं शी अस्ति. इदानीमेव अनुष्या भगिन्या अत्र पृच्छन् आसीत्, अत्र पृच्छन्ती आसीत् शी इति कथं भवति इति. अत्र सु औ जस् अम् औट् शस् शस् एव, अत्र जशो शी इत्यनेन शी आगच्छति. अत्र शी अत्र लशकोतथिते इति अपि सूत्रमस्ति, इत्यनेन अत्र शकारस्य इट् भवति, इकारः एव तिष्ठति. इदानीं ज्ञान इति अत्र धातुः स्वीकुर्मः चेत् अत्र शी इति प्रत्ययस्य बहुवचने तत् स्थाने द्वितीय बहुवचनं, द्वितीया बहुवचनं, अत्र इकारः एव तिष्ठति. इदानीं ज्ञानयोगः ई भवति. अनन्तरं किं महोदय? मिदचोन्त्यात् परः इत्यनेन नुम् आगमः भवति, एतत् वयं जानीमः एव. अत्र ज्ञान इति अकारः एव तिष्ठति, अचुवर्णः. अनन्तरम् अचुवर्णात् परे नकारः मिदचोन्त्यात् परः इत्यनेन नुम् आगमः भवति. इदानीं ज्ञानयोगः नक न योगः हि. इदानीं स्वीकर्मः किम् अस्ति चेत् अत्र अङ्गस्य एतत् समुदायः अस्ति, अत्र अन्तिमवर्णस्य समुदायः. एतत् सर्वं स्वीकुर्मः चेत् अत्र एतत् इकारः अस्ति इ इति शी इत्यनेन लशकुतथिते इत्यनेन शकारः अपगच्छति, ई एव तिष्ठति, तत् स्थाने एव ई अस्ति. एतत् सर्वनामस्थाने च सम्बुद्धौ इत्येन इत्यनेन अङ्गस्य उपधा दीर्घः, उपधायाः दीर्घः भवति. अत्र सुट् एव उक्तवती, परन्तु किमर्थम् अत्र द्वितीयाविभक्त्यां बहुवचने किमर्थं कार्यम् अत्र करोति चेत्, एतत् एव पृथक्तया अन्यसूत्रमस्ति, जशशहो षि इत्यनेन एव अत्र बहुवचने स्वीकुर्मः चेत्, अनन्तरं सर्वनामस्थाने च सम्बुद्धौ इत्यनेन उपधायाः दीर्घः भवति, अतः ज्ञानान् इति भवति. अत्र उपधायाः दीर्घः नकारः ज्ञान इति नकारः अस्ति एतदेव उपधायाः नकारस्य पूर्वं मिदचोन्त्यात् पूर्वं नुमागमः भवति एतत् पूर्वं यत् तिष्ठति तत् एव ज्ञानान् इति भवति इदानीं द्विवचन बहुवचनस्य अवशिष्टवर्णः इ एव ज्ञानान् योगः इ अन्तिमरूपम् इदानीं निष्पन्नं ज्ञानानि इति भवति अत्र किञ्चित् वक्तव्यं चेत् भवती एव वदतु महोदय न भवती सम्यक्तया उक्तवती केवलम् अत्र ज्ञानानि यदस्ति तत्तु प्रथमाविभक्तेः बहुवचनरूपम् अस्ति कारणं तत्र इति प्रत्ययः योजितम् अस्ति जस्ट् मेजर् किमस्ति भवती किम् उक्तवती सूत्रमपि भवती सम्यक्तया उक्तवती एतत् सूत्रम् अत्र स्थाने षि आगच्छतु सूत्रसङ्ख्या तु महोदय सूत्रसङ्ख्या सूत्रसङ्ख्या 7120 सप्तमाध्याये प्रथमपादे विंशतिः तमम् इति सूत्रमस्ति दशशहो षि ओके अतः जस्ट् स्थाने ओके कारणं सुट् यदस्ति तत्तु केवलं प्रथमाविभक्ति एकवचनं द्विवचनं बहुवचनं कृते द्वितीयविभक्ति एकवचनं द्विवचनं कृते बहुवचनं तत्र न आगच्छति सर्वनाम विषये केवलं पञ्च वट् इस् इट् स्थलेषु एव पञ्चस्थलेषु प्रत्ययं यत्र अस्ति तत् भागस्य एव ओके ओके अनुसूया समाधानम् आम् आम् महोदय इदानीं कण्णम्मा विषये पश्यामः कण्णम्मा भवत्याः किं समस्या अस्ति एतत् महोदय कथं भवति इति विजयमहोदय उक्तवती स्पष्टं कृतवती इदानीं अवगतं भगिनि धन्यवादः अवगतम् बहु धन्यवादः बहु धन्यवादः महोदय भवत्याः कृते सम्यक्तया उक्तवती एतत् अत्र दोषः एव भवति महोदय बहु धन्यवादः इति न वक्तव्यम् बहवः धन्यवादाः बहवः धन्यवादाः आमां समीचीनम् एतदेव समीचीनम् अथवा केवलं धन्यवादः वदतु एतदपि समीचीनम् आं महोदय पर्याप्तम् अनुगृहीतोऽस्मि उत्तरं हा अहं पठितवती कुत्रापि धन्यवादः कोऽपि वदति चेत् उत्तरम् अनुगृहीतोऽस्मि इति वक्तव्यम् अनुगृहीतास्मि स्त्रीलिङ्गे ओके अनुगृहीतोऽस्मि स्त्रीलिङ्गे इति ओके पूर्णिमा अग्रे गच्छामः भगिनि मम ज्वरः अस्ति भगिनि शृण्वन्ती अस्मि अहं सम्यक् अवगतमपि विजया यद् उक्तवती भवती एक अनेकवारं वदतु भगिनि सम्यक् न अवगतं मया ओके किं वदामि अत्र सर्वनामस्थाने चासम्बुद्धौ इति सूत्रमस्ति एतस्य कारणेन सर्वनामस्थानं प्राप्नोति कः प्राप्नोति भवती जानाति न सुऔजस् अमौक्षस् ताताभ्यां भिस् सन्ति ओके तत्र विजयमहोदया उक्तवती सुट् प्रत्यय सुट् इति वयं स्वीकुर्मः प्रत्याहारः तदा सु औ जस् अम् औट् तकारपर्यन्तं गच्छति एतस्य समूहस्य नाम सर्वनाम इति. ओके, अतः यदा सर्वनाम स्थाने आगच्छति तदा जस् प्रत्ययस्य शी इति परिवर्तनं भवति. ओके, एकवारं शी इति परिवर्तनम् अभवत् चेत् इदानीं प्रोसेसिङ्ग् कर्तव्यं न शी कृते. शी तु शकार इकार, शकारः यदस्ति आरम्भस्तरे किमपि प्रत्ययस्य तस्य तु लशक्व तद्धिते आगच्छति न, आगत्य शकारस्य इत्संज्ञा कृत्वा तस्य लोपः अपि करोति. अतः अवशिष्टभागः अस्ति इ. ओके, अवगतम्? अवगतं महोदय. तदेव आसीत् अत्र समस्या. ओके, कणमा भवती पठति अग्रे. शक्नोति, तस्य स्वास्थ्यं समस्या नास्ति. ओके, प्रश्नः, अत्रोक्तं ज्ञान अधिकम् इ ची प्रत्ययः, केचन श्रुतवन्तः स्युः यत् सुबन्तविषये प्रत्ययाः भवन्ति सु औ जस् इत्यादयः. तर्हि प्रथमविभक्तौ बहुवचने जस् इति प्रत्ययः भवेत् किल, कथं वा शी इति जातम्? उत्तरम् अस्ति यत् मूलप्रत्ययाः सु औ जस् इति तु सत्यं, किन्तु अनन्तरं प्रत्ययादेशाः भवन्ति, इत्युक्ते मूलप्रत्ययानां स्थाने आदेशः भवन्ति. सुबन्तविषये लिङ्गम् अनुसृत्य कुत्रचित् प्रातिपदिकस्य अन्तिमवर्णम् अनुसृत्य च आदेशः भिद्यते. नपुंसकलिङ्गे जस्सोः शिः जस्सोः शिः 7120 इत्यनेन नपुंसकात् अङ्गात् यस् स्थाने शि आदेशः. अनेन नपुंसकलिङ्गे प्रथमविभक्तौ बहुवचने इकारः आयाति. वनानि, वारीणि, मधूनि, जगन्ति, कर्माणि, धनूषि, मनांसि. तर्हि नुम् आगमः मित् अस्ति मकारः इत्यस्य सह, अतः नुम् अचः अन्यात् परः आयाति. भगिनी किञ्चित् स्पष्टं करोतु कृपया. ओके, भवत् ओके. इदानीम् अहं पुनः पठित्वा अवगतं भगिनी, एकवारं पठित्वा सम्यक् न अवगतं. तत्तु अहं स्वीकरोमि. इदानीम् अवगमनार्थम् अहं लघु लघु प्रश्नानि पृच्छामि. हा, भवती उत्तरं दातुं प्रयत्नं करोतु. यत् आधारेण तदा अवगमनमपि किञ्चित् अधिकं भविष्यति. ओके, इदानीम् अस्माकं किम् अस्ति, ज्ञान इति शब्दः अस्ति. ओके, ज्ञान इति शब्दः अस्ति. तस्य बहुवचनं प्रथमाविभक्तिरूपस्य कृते प्रत्ययः किं योजयामः सामान्यतया? जस् इति. हा, वयं जानीमः, पठितवन्तः. हा, सु औ जस् इत्यादयः वयं जानीमः. ओके, वयं किं स्थापयामः? ज्ञानशब्दस्य बहुवचनरूपस्य कृते प्रथमाविभक्तौ जस् प्रत्ययः योजयामः. ओके, तावत्पर्यन्तं स्पष्टम् अवगतं भगिनि. हा, इदानीं सूत्रं किम् अस्ति? जस् प्रत्ययस्य स्थाने जस् प्रत्ययस्य स्थाने किम् आगच्छति? शि प्रत्यय. शि आगच्छति. ओके, कदा? कदा? तदेव न सम्यक् आगतं भगिनि. हि कथम् आगच्छति चेत् परिवर्तनं कथं भवति? कथं भवति? अत्र किं लिखितमस्ति? यद्यपि सुऔज समोक्षस् एकविंशतिप्रत्ययाः वयं जानीमः, साक्षात् तस्य उपयोगं न भवति. ओके, सन्धानुगुणं प्रत्ययस्य परिवर्तनमपि भवति. ओके, अस्तु. भवती एव पठितवती न, उत्तरमस्ति मूल्यप्रत्ययाः सुऔजस् इति सत्यं, किन्तु अनन्तरं प्रत्ययाः भवन्ति. ओके, अतः किं भवति, मूलप्रत्ययः यदस्ति तस्य परिवर्तनं भवति. ओके, आदेशः प्राप्नोति. सन्दर्भे किम् अस्ति, सुबन्तविषये लिङ्गमनुसृत्य अनुसृत्य प्रातिपदिकस्य अन्तिमवर्णम् अनुसृत्य च आदेशाः भिद्यन्ते. ओके, आदेश आदेशस्वीकरणं कथं भवति? लिङ्गम् एकं तु कार्यमस्ति, लिङ्गं द्वितीयं किमस्ति, किं प्रातिपदिकस्य अन्तिमवर्णः किम्. ओके, इदानीं वयं जानीमः ज्ञानशब्द नपुंसकलिङ्गे अस्ति. ओके, तदुपरि इदानीम् अन्तिमवर्णः अकारः अस्ति. ज्ञान अकारान्त नपुंसकलिङ्गे शब्द यत् एवं वयं वदामः न, अन्वयक्रमकार्यं कर्तुं समये वयम् एतत् सर्वं निर्णयं कृत्वा अनन्तरं प्रश्नं पृष्ट्वा अन्वयरचना कुर्मः. इदानीं वयं जानीमः नपुंसकलिङ्गम् अस्ति, अन्तिमवर्णः अकारान्त अस्ति. एतस्य आधारेण नपुंसकलिङ्गे दशसोः शिः इति सूत्रस्य आगमः भवति. इदानीम् अवगत. एतत् सूत्रम् उपयुज्य जस्तुषि भवति. इत्यनेन नपुंसकात् अङ्गात् जस्थाने षि आदेशः. इदानीम् अवगतं भगिनि, एतत् सूत्रं या दृष्ट इदानीम् अवगतम्. ओके, षि आगतवती, तत्र लसक् तद्विते इति कारणेन शकारस्य संज्ञा भूत्वा तस्य लोपः भवति, इ अवशिष्यति. इ अवशिष्यते. ओके, किन्तु अत्र नुमागमः तदभूति भगिनि, तत्र एक पूर्वं लिखित ज्ञान प्लस् नकार प्लस् इकार इ, तत्र नकारः कथम् आगच्छति भगिनि? अर्लियर् पेराग्राफ् इत्यनेन ज्ञान अधिकं नकार अधिकम् इ, अयं नकार ज्ञान इति अङ्गस्य वर्णसमुदय. हौ डस् दट् कम् देर्? What is this? Yeah, my computer is giving trouble. Mit asti chet nakarasya sthanam kutra bhavati, mit achah antyat parah antah. Okay, atra nakarah kimartham agachati aham. अत्र विजया किमपि वक्तुं शक्नोति वा? ज्ञानं तु मकारस्य इत्संज्ञा भवति, तत्कारणेन नुमागमः भवति वा भगिनि? ज्ञानं न, ज्ञानं तु अष्टादयम् एकं सूत्रम् आसीत् नपुंसकस्य झलच्छ इति एकम् इति अङ्गस्य निमागमः इति एकं सूत्रं वयं दृष्टवन्तः अत्र अष्टादये अहं चिन्तयामि अत्र नकारः किमर्थम् आगतम् एतस्मिन् विषये न उपयुक्तनीयं कथं भवति तत्र नकारस्य संज्ञा स्पष्टीकरणीयं वा महोदय ज्ञान अधिक श्री इति सूत्रेण श्री आगमः भवति खलु यस्य स्थाने श्री आगमः भवति तत्र श्री लशक्वदिते इति सूत्रेण शकारस्य संज्ञा भवति इकार एव अवशिष्यते इदितो नमः इति सूत्रेण प्रथमं सार्व सर्वनामस्य सूत्रेण अन्ते विद्यमान ज्ञाना भवति तत्र इदित् नास्ति खलु भगिनि तत्र इदित् नास्ति इदित् नास्ति अत्र इदित् कुत्र नास्ति नास्ति खलु श्री श्री प्रत्ययस्य शकारः एव इत्संज्ञा भवति इकारः न भवति खलु इकार इदित् नास्ति इदित् न भवति इकार अस्ति तिष्ठति मम प्रश्नं भगिनि दीर्घ नकारः अस्ति चेत् तस्य उपद वर्णस्य दीर्घं भवति तत् स्पष्टमस्ति परन्तु पूर्वम् उक्त ज्ञान अधिकं नकारः एतत् नकारः कथम् आगच्छति भवती अपि जानाति वा न अत्र अष्टाध्येयम् एव सूत्रं वयं दृष्टवन्तः 71 72 अत्र नुमागमस्य छलच्च इति अङ्गस्य नुमागमः इति वयं दृष्टवन्तः परिवर्तनं करोमि चिन्ता नास्ति हा नपुंसकस्य झलचः ओके एतस्य अर्थं किं सो देट् नकार वट् हेस् कम् तत्तु नुमागमः अन्यरीत्या आगतम् ओके नपुंसकस्य सर्वनामस्थाने अनुवृत्तिः नुम् सर्वनामस्थाने ओके अङ्गस्य अधिकारः झलचः नपुंसकस्य सर्वनामस्थाने नुम् चन्द्रमति धन्यवादः कारणम् अत्र मिदचोन्त्यात् परः तस्य अवकाशः अस्ति नकारस्य कारणेन परन्तु नकारः कथम् आगतं तत्तु न लिखितम् अस्ति अतः चन्द्रमती धन्यवादः अन्यसूत्रस्य कारणेन एव नकारः आगतम् अजन्तस्य अजन्तस्य च नपुंसकस्य अत्र अजन्तम् अस्ति ज्ञान इङ्ग्लिश् वर्जन् हा झल् अन्त अण्ड् अजन्त नपुंसक वर्ड् गेट्स् अ नुमागम वेन् फालोड् बै अ सर्वनामस्थान ओके अतः अस्माकं हस्ते सर्वनामस्थानं तु अस्ति कारणं प्रथमाविभक्ति बहुवचनरूपं सर्वनामस्थाने आगच्छति हा झल् अन्त अजन्त नपुंसक आल् दीस् आर् करेक्टर्स् आर् अदर् कण्डीशन्स् ओके तदा धूमागमः भवति ओके अत्र ज्ञान नकार अधिकम् अकार भवति तत्कारणेन तस्य कारणेन धूमागमः भवति नुम् इत्युक्ते नकारस्य आगमः अभवत् तदनन्तरम् अस्माकं प्रत्ययः अस्ति विभक्तिप्रत्ययः षि जस् स्थाने षि आगतं तत्र इ अस्ति ओके इदानीं सर्वम् अवगतं हा महोदय महोदय अत्र एतत् गृहपाठरूपेण करणीयमेव बहवः सूत्राणि सन्ति अत्र सर्वनामस्थाने च सम्भूतौ जशशहो शी शी सर्वनामस्थानं नपुंसकस्य जलचः एतत् बहवः सूत्राणि सन्ति क्रमेण अत्र गृहपाठरूपेण लेखनीयमेव तद् अनन्तरमेव सर्वम् अवगच्छति इति मम चिन्तनम् न भवत्याः चिन्तनं मम चिन्तनम् एवम् अस्ति अत्र साक्षात् नकारः स्थापितम् अस्ति परन्तु तस्य एक्स्प्लेनेशन् न दत्तं हा कथम् आगतं तस्मिन् विषये लक्ष्मी चन्द्रमती अस्ति सा तु साहाय्यं कृतवती सूत्रं किम् अस्ति तेन आधारेण एतत् आगतम् इति अन्यथा वयं न जानीमः अत्र कुत्रापि न दत्तमस्ति ओके बिट् कन्फ्यूशन् वन् सेकेण्ड् प्लीस् इन् द सेम् लैन् विटन् दट् ज्ञानशब्दः बहुवचने ज्ञानानि भवति ज्ञान अधिकम् इ क्षिप्रत्ययः लसक्तस्थिते इत्यनेन इ अविशिष्यते देन् पुट् एन् एरो मिदचोन्त्यात् परः 1147 इत्यनेन नुमागमः दट् मीन्स् दे आर् यूसिङ्ग् दिस् सूत्रम् ओन्लि इत्यनेन नुमागमः मीन्स् वेर् इस् द अदर् सूत्रं कमिङ्ग् आर् दे मेन्शनिङ्ग् ओन्लि मिदचोन्त्य परः इत्यनेन नुमागमः अतः मिदचोन्त्यात् परः किं किं दर्शयति कुत्र नुं यत् आगच्छति तस्य स्थानं दर्शयति परन्तु तेन कारणेन नुम् आगतं तत्तु न कष्टम् अस्ति ओके अस्तु भगिनि अस्तु अस्तु इदानीं जानीमः ओके अस्तु भगिनि अस्तु देट् इस् फार् नकार इट् हेस् सेड् दट् नुम् अण्डर्स्टु देट् इस् रैट् अण्डर्स्टुड् देट् वन् दिस् इस् द एक्स्प्लनेशन् किमर्थम् आगतं हाकारं कृतम् अस्ति ओके अस्तु इ आगच्छति कथं शी शी प्रत्ययस्य स्थाने इ अवशिष्टभागः शी कथम् आगतं तदपि स्पष्टीकरणं कृतम् अस्ति हा जस् स्थाने इ आगतम् ओके अस्तु इदानीं स्पष्टम् इदानीं सम्यक् अवगतं भगिनि धन्यवादः अतः इदानीं वयं अचुवर्णः अधिकमस्ति एव नास्ति अतः अन्तिम अचुवर्णात् पर अचुवर्णात् परः तद् ज्ञान अत्र अचुवर्णः द्वयमस्ति अन्तिम अचुवर्णस्य पर एव आगमः भवति अन्तिम अचुवर्णात् परं आगमः इत्युक्ते निद्रागमं भवति आगमः नपुंसकस्य जलच इति सूत्रेण आगच्छति खलु तत् सूत्रम् अत्र न दर्शितमस्ति करपत्रे न दर्शितमस्ति दर्शितमस्ति परन्तु कुत्र आगच्छति ज्ञान अत्र जलचः नपुंसकस्य जलचः अङ्गस्य नुमागमः एतत् ज्ञातव्यम् अङ्गस्य एव नुमागमः तत्र ते नुमागमः आगच्छति इति सूत्रेण न आगच्छति खलु ज्ञान अधिकं न नुमागमः कथम् आगच्छति तत्र ज्ञान अधिकं न अधिकम् इ आगच्छति खलु तत्र नुमागमः कथम् आगच्छति अष्टादये मध्ये अष्टमोदितमस्ति लिखितमस्ति जल नपुंसकस्य जल च इति सूत्रेण नुमागमः आगच्छति इति तस्मिन् सूत्रस्य अत्र अस्मिन् सन्दर्भे अवगमनं न आवश्यकं केवलं स्वीकरोतु आगमः अत्र अभवत् तेन कारणेन परिणामः किं तस्मिन् विषये स्पष्टीकरणं कृतम् अस्ति ओके परन्तु वयं जानीमः आगमः अभवत् तस्मिन् विषये इदानीं चिन्तनं मा कुर्वन्तु कारणम् अस्माकम् अत्र तत् विषयं नास्ति नास्ति परन्तु कुत्रतः अहं चिन्तयामि भवती किं कर्तुं शक्नोति अत्र सूत्रं तु वयं ज्ञातवन्तः हा नपुंसकस्य झलचः इति अस्ति चन्द्रमती अस्माकं कृते किं स्पष्टीकरणं कृतवती एतस्य सूत्रस्य आधारेण नपुंसके मुम् आगमः भवति एतत् पठित्वा ज्ञातुं प्रयत्नं करोतु कारणम् अस्मिन् सन्दर्भे एतस्य अवकाशः नास्ति अस्माकं कृते ओके सुबन्तविषये यदा वयं किं प्रक्रिया पठामः तस्मिन् समये एतस्य विषयस्य सम्पूर्णतया स्पष्टीकरणं भविष्यति ओके इदानीं किञ्चित् अग्रे गन्तुं प्रयत्नं कुर्मः यत्र अस्माकं कृते सूत्राणाम् उपयोगः भविष्यति ओके अतः प्रश्नः ज्ञान ई श्री एतत् सर्वं वयं पठितवन्तः पश्यसौ श्री एतदपि वयं दृष्टवन्तः ओके इदानीम् अग्रे गच्छामः ओके इदानीं कस्य पर्यायः उषा चलो भवती पठतु बहुकालम् अस्ति भवत्याः ध्वनि न श्रुतम् क्षिलिप्तः वर्गः उषा लिप्तवर्गः समयः जातः इति अहं मन्ये अतः गतवती इदानीमेव गतवती इदानीमेव गतवती ओ ओके इदानीं रवि चित्कार पठितुमिच्छति रवि तर्हि तर्हि नुम् आगमः मित् अस्ति तर्हि नुम् आगमः मित् अस्ति मकारस्य इत् यस्य सः इति मित् अतः नुम् अचः अन्त्यात् परः आयाति अणिति मित् धातौ नकारोत्तरवर्ती इकारः अन्तिम अच् अच् अतः तस्मात् परे नुम् आयाति तर्हि नि न अकारः भवितव्यम् ओके नि अ नि नकार अस्ति नकारः इकारः दकारः एवं भवति ओके नकार इकार दकार ओके मिद् अस्ति न अत्र पश्यतु मिद् अस्ति अतः नकार दकार न इकारः अपि अस्ति ओके कदाचित् टैपो एरर् मस्ति ओके इति स्थिति अग्रे गच्छ निन्द इति धातुः निष्पन्नः तथैव तत्रैव अग्रे आप् मा गच्छतु इदानीम् अस्माकं किम् अस्ति पूर्वं निधि न एतस्य प्रोसेसिङ्ग् करोतु हा निधि ओके निधि ओके केन कारणेन किं परिवर्तनं भवति धात्वादेः नो नो नः न तत्पूर्वं तत्पूर्वं प्रथमकार्यं तु इत्संज्ञक इत्संज्ञक अनुस्वार नास्ति अत्र अनुनासिक अस्ति अनुनासिक अनुनासिकवर्णस्य इकारस्य इत्संज्ञा अतः अवशिष्टं किम् ओके केन सूत्रेण अनुनासिक इकारस्य इत्संज्ञा भवति उपदेशयाच् अनुनासिक उपदेशयाच् अनुनासिक इदानीम् अस्माकं हस्ते अणिद् इति मूर्धन्यणकारः उपयुक्त धातु अस्ति अतः किं सूत्रम् आगच्छति इदानीम् धात्वादेः धात्वादेः अणो नः अतः एतस्य सूत्रस्य आधारेण किं भवति नकार भवति नकारादेश भवति णकारस्थाने णकारस्य स्थाने नकारः आदेशः भवति इदानीम् धातुः अस्ति अतः नुमागमः भवति इति तु संज्ञा अभवत् तेन कारणेन इदानीम् अहं वर्णविच्छेदं करोमि चेत् किं भवति निद् यदस्ति एतस्य वर्णविच्छेदं किम् आगच्छति नकार ओके नु यदा भवति तस्य स्थानं किम् अन्त्य अच् स्थाने परे अत्र अन्तिम अच् किम् अस्ति इकार अस्ति इकारः अस्ति अतः नकार इकार तदनन्तरं वयं किं स्थापयामः नकारादेश नुम् आगम नकारागम अनन्तरं डकार मेलनेन किं भवति निन्द निन्द ओके ओ निन्द अवगतं सर्वे हा ओके प्रश्नः अस्ति वा अत्र एवमेव तथैव एतद् यदस्ति एतस्य अपि प्रयत्नं कुर्वन्तु अभ्यासरूपेण अथवा गृहकार्यरूपेण यत्किमपि मनसि अस्ति तत् स्वीकुर्वन्तु प्रोसेसिङ्ग् कर्तुं प्रयत्नं कुर्वन्तु ओके परन्तु प्रतिवारं सूत्रस्य आधारः भवितव्यं यत् रविमहोदय इदानीं कृतवान् निधि तदः ततः निध् प्राप्तं निध् कथं प्राप्तम् इकारस्य इत्संज्ञा कृत्वा उपदेशे अच् अनुनासिक इति सूत्रस्य आधारेण इकारस्य इत्संज्ञा भूत्वा तस्य लोपः इति कृत्वा णिद् इति रूपं प्राप्तम् इदानीम् अग्रिमसूत्रमस्ति धात्वादेः णो नः एतस्य सूत्रस्य आधारेण निद् इति प्राप्तं नकारस्य स्थाने नकारः स्थापितम् इदानीम् इकारस्य इत्संज्ञा वयं कृतवन्तः तेन कारणेन नुम् आगमः भवति अतः निद् यदस्ति तत्र नुमागमः भवति इदानीं प्रश्नः उदेति नुमागमस्य स्थापनं नकारस्य स्थापनं कुत्र भवति निदचोन्त्यात् परः एतस्य सूत्रस्य आधारेण वयं जानीमः अन्तिम अच्वर्णस्य परे नकारस्य स्थापनं भवति. ओके, अतः वयं नकारस्य स्थापनं तत्र कृत्वा निन्द् इति रूपं प्राप्नुमः. अवगतं यावत्पर्यन्तम्? आम् आम् महोदय. प्रश्नः अस्ति वा? ओके, समापयामि अद्यतनवर्ग. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः, पुनर्मिलामः. धन्यवादः. धन्यवादः, शुभदिनं महोदय. शुभदिनं, नमस्कारः. शुभनवरात्रि महोदय. धन्यवादः महोदय.